वदतु भगिनि. नो, इदागमस विषये प्रचलन् अस्ति. वयं पूर्वम् अजन्तधातूनां प्रति इदागम कुत्र भवति इति कृतवन्तः. यथा वयं जानीमः, सर्वे अजन्ताधातवः सामान्यतः अनित् सन्ति, किन्तु केचन सेत् सन्ति. तस्य आवली वयं दृष्टवन्तः. तदनन्तरं हलन्तधातव ये सामान्यतः सेट् सन्ति, किन्तु केचन यथा एकशतं धातव एक सेट् अनिट् सन्ति, तेषाम् आवल्याम् अपि वयं पठितवन्तः. इदानीं वयं वेद् धातव ये विकल्पेन अनिट् सन्ति वा सेट् सन्ति, तेषाम् आवली वयं पठामः इति. गतसप्ताहे तत् वयं कृतवन्तः, सप्ताहद्वयम् अभ्यास आसीत् गतसप्ताहे, गतमङ्गलवासरे. सो वेद् कुर्मः वा इदानीं वा एक वयं स्मरामः कानि के धातवः सन्ति अनिट् हलन्त्यां आवल्यां के सेट् सन्ति अजन्त आवल्याम् इति वयं कुर्मः प्रथमं. तदनन्तरं प्रथमं वेट् कुर्मः, तदनन्तरं वयं इति स्मरामः हलन्त अजन्त धातु आवलिमपि. अस्तु, सेट् धातव वेद् धातव सप्तत्रिंशत् धातवः सन्ति. सूत्रमस्ति स्वरति श्रुति श्रूयति ध्वनि गीतो वा इति सूत्रेण. सुर इति धातु शब्दोपतापयोः, शूद् प्राणी गर्भमोचने अदादिगणे धातु, शूद् प्राणी प्रसवे द्वादिगणे, धूञ् कम्पने स्वादौ क्रियादौ च. अपि च येषाम् उकारस्य संज्ञा एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादे आर्धधातुकस्य वा स्यात् देयं यत् दादिगणस्य धू विधूनने सुरादिगणस्य च धूञ् कम्पने एतौ द्वौ सेतौ. अत्रापि धातुद्वयम् अस्ति खलु, स्वादिगणस्य धुनोति धूनुति, तदनन्तरं क्रयादि स्वादिगणस्य क्रयादिगणस्य इति धातुद्वयम् अस्ति खलु, धून् धातुद्वयम् अस्ति. आम्, क्रियादिगण क्रियादिगणस्य इति धातु वेद् अस्ति, किन्तु स्वादिगणीय खलु स्वादिगणस्य स्वादि क्रियादि आम् उभयोः, किन्तु तुदादि चुरादि सेत् एव सन्ति. वयं जानीमः अजन्तधातुः सर्व अत्र उ इति केवलम् उच्चारण अस्ति साधु, कारणं यदि वयम् उदितधातवः कुर्मः तत् उ इति निष्कास्य तञ्च् यथा तञ्चु अस्ति तञ्च् इति स्वीकृत्य वयं प्रक्रिया कुर्मः. यदि ऊदुपदधातवः सन्ति ऊदुपद न ऊकारान्त धातव इति किं भगिनि न उदितधातव यतस्य द्वितीय आवल्याम् अस्ति, द्वितीय आवली अस्ति धातुपाठे पठिता उदितधातव चतुर्विंशति. तत्र उ इति वयं न स्वीकुर्मः, केवल तञ्च् स्वीकृत्य प्रक्रिया कुर्मः साधु. प्रश्नः कः इति न अवगच्छामि भगिनि. नैति उजति ऊकारान्तधातव यत् आवली अस्ति अजन्तधातोः ते सर्वे सेट् सन्ति धातु यद् भू इति प्रतिनिधिः अस्ति अजन्तधातु अत्र उदितधातव यत् दत्तमस्ति ते सर्वे वेट् अस्ति अत्र चतुर्विंशति किन्तु यदि वयं प्रक्रियां कुर्मः यथा तञ्चु तस् स्वीकृत्य तत्र प्रक्रियां ऊकार वयं निष्कासमः केवलं तञ्च् इति स्वीकृत्य प्रक्रियां निर्मामः साधु तञ्च् योगता सा इति झलि अस्ति तञ्च् चोहोकु अनेन तञ्च् तक् भवति चकारस्य ककार आगच्छति तदनन्तरं ण्यकारस्य नष्टापदन्त झलि अनेन अनुस्वारः भवति अनुस्वारस्य ये परसवर्ण तङ् तस्य तङ्क्ता इति आगच्छति खलु ये उदितधातवः सन्ति तत्र ये ऊ अस्ति इति केवलम् उच्चारण अर्थे अस्ति उदाहरणमस्ति उदितो धातवः दत्तमस्ति चेत् ऊकारसहित संज्ञा अस्ति अत्र स्वरित सूति सुयति धून् उदितो वा तत्र ऊकारसहित संज्ञा भवति अस्तु सुर इति धातुः अस्ति तत् सूत्रे सर्वे ये धातवन्तुपानि निर्दिष्टमस्ति स्वरति सूति सुयति धून् इति नास्ति इष्टिपानि निर्दिष्टं स्वरति इति सुर इति धातुः अस्ति यत् अनिट् अस्ति तत्र प्रथमं गुणं भूत्वा सुर इति सार्वधातुक आर्धधातुकगणने स्वर भवति तदनन्तरं ता स्वरता स्वरतुं स्वरतव्यं यत् स्य अस्ति तत्र स्वर स्वर इति रक रेफ एन्को इति प्रत्याहारे आगच्छति आदेशप्रत्ययने सकारस्य मूर्धने शकारः भवति स्वर्षति अस्वर्षत् इति परस्मैपदी भवति यत्र इडागमः अस्ति विकल्पेन स्वरिता तत्र अपि गुणः भवति किन्तु इडाम अस्ति सुयिता सो स्वरिषिता तत्र अपि ईकारस्य प्रभावेन आदेशप्रत्ययो अनेन श्य भवति सकारपरे स्वरिष्यति अस्वरिष्यत् इति भवति यत्र सु इति एकम् अदादिगणे अस्ति द्वितीय सु इति द्वादिगणे धातुः अस्ति द्वयोः रूपम् एकम् अस्ति अन्यत् अस्ति सोता सोतुं सोतव्यं पुनः गुणं भूत्वा सोता सोतुं सोतव्यं शोष्यते अशोष्यत् अत्रि आत्मनेपदी अस्ति सविता सवितुं सवितव्यं सविष्यते असविष्यत् सु पुनः समान प्रक्रिया समानरूपं श्रोता श्रोतुं श्रोतव्यं शोष्यते अशोष्यत सविता सवितुं सवितव्यं सविष्यते असविष्यत धू इति धोता अत्र धू यथा वयम् उक्तवन्तः क्रियादिगणे वा स्वरा स्वरादि रैट् स्वरादिगणे इति तत्र धोता धोतुं धोतव्यं दोषति उभयपदी अस्ति दोषते अधोषत् अधोषत धविता धवितुं धवितव्यं धविष्यति अधविष्यत् अधविष्यत भगिनी अत्र मुद्रादोषमस्ति रैट् तकार न दत्तमस्ति यत् धोतव्यं धविव्यं किं भगिनि यत्र इदागम अस्ति सविता, सवितव्यम् इति भवेत् साधु धवितव्यम् इति मुद्रणदोषः अस्ति वा तकारस्य लोपः भवति न श्रोतव्यम् अस्ति धवितव्यं तत् तकार न दत्तमस्ति तविभ्यम् इति अस्ति खलु तत्र दोषः अस्ति दश दोषः अस्ति खलु सविव्यं तत्रापि दोषः अस्ति सविभ्यम् इति अस्ति सवितव्यम् इति भवति आम् अस्तु चञ्चु इति कः करोति धातु घन न जानामि वेट् अस्ति अनिट् अस्ति चेत् तङ्क्ता चु कुहोचुः इति सूत्रेण ककार आगच्छति ओनुस्वरस्य नकारस्थाने अनुस्वर अत्र अनन्तरं यत् तङ्क्तुं तङ्क्तव्यं तङ्क्षति अतङ्क्षत् परस्मैपदमस्ति तञ्चितव्यं तञ्चिष्यति तञ्चिष्यत् ओ व्रश्चु अत्रापि व्रष्ट व्रष्टुं व्रष्टव्यं व्रच्छति अव्रच्छत् व्रश्चिता व्रश्चितुं व्रश्चितव्यं व्रश्चिष्यति अव्रच्छिष्यत् अञ्जु अत्रापि अनिट् अस्ति चेत् अन्त अन्तु अन्तव्यम् अंशति अंशत् अंशत् अंशत् अञ्चितुम् अञ्चितव्यम् अञ्चिता अञ्चितम् अञ्चितव्यम् अञ्चिष्यति अञ्चिष्यत् आचिञ्चत् यदागमः भवति मृजु धातु मर्ष्टा मर्ष्टा इति मार्ष्टा मार्ष्टुं मार्ष्टव्यं मार्च्छति अमार्च्छत् मार्जिता मार्जितुं मार्जितव्यं मार्जिष्यति अमार्जिष्यत् क्रीतु क्लेता क्लेतुं क्लेतव्यं क्लेच्छति अक्लेष्यत् क्लेदिता क्लेदितुं क्लेदितव्यं क्लेदिष्यति अक्लेदिष्यत् चन्दु अत्रापि सन्ता सन्तुं सन्तव्यं सन्तस्यते असन्तस्यत् चन्दिता चन्दितुं चन्दितव्यं चन्दिष्यते असन्दिष्यते तत् असन्दिष्यत पठामि भगिनि विषिधु षेद्ध सेद्धुं सेद्धव्यं सेत्स्यति असेच्यत् सेदित सेदितुं सेदितव्यं सेदिष्यति असेदिष्यत् गुपु अत्र नूतनसूत्रमस्ति तत्कारण गुपु धातोः आयप्रक्रिय गुपु धूप विच्छि पणि पणिभ्य आयः इति सूत्रेण सामान्यसूत्रेण नित्यः तदा आदुधातुके अयादय आदुधातुके वायुजनेन विकल्पेन रूपं भवति गोपधातु गोप्ता गोप्तुं गोप्तव्यं गोप्स्यति अगोप्स्यत् गोपिता गोपितुं गोपित गोपयितव्यं गोपिष्यति अगोपिष्यत् गोपयिता गोपयितुं गोपयितव्यं गोपयिष्यति अगोपिष्यत् अयादशरस्य चेत् अत्र तृतीयरूपं भवति तृपुष् तृप्ष् तृपुष् तृप् त्रप्त प्रपोषिव भगिनि प्रपोष्य त्रप्ता त्रप्तुं त्रप्तव्यं त्रप्स्यते अत्रप्स्यत त्रपिता अपि त्रपितुं त्रपितव्यं त्रपिष्यते अत्रप्स्यत कृपु कल्पता कल्प क्लप्तुं क्लप्तव्यं क्लप्स्यते अक्लप्स्यत कल्पिता कल्पितुं कल्पितव्यं कल्पिष्यते अकल्पिष्यत छमु क्षन्ता क्षन्तुं क्षन्तव्यं चमिष्यति अचमिषत् शमिता शमितुं शमितव्यं चमिष्यति अचमिष्यत चमुष् क्षान्ता छन्त क्षन्तुं क्षन्तव्यं क्षम्यते अचम्यत क्षमिता क्षमितुं क्षमितव्यं क्षमिष्यते अचमिष्यत असु अष्ट अष्टुम् अष्टव्यम् अक्षते अक्षत अशिता अशितुम् अशितव्यम् अशिष्यते आशिष्यत क्लिषु क्लेष्टा क्लेष्टुं क्लेष्टव्यं क्लेच्छति क्लेक्षयति अक्लेक्षयत् क्लेष्यता क्लेषितुं क्लेषितव्यं क्लेशिष्यति अक्लेशिष्यत् अच्छु अष्ट अष्टुम् अष्टव्यम् अच्छत् अच्छति अच्छत् अच्छिता अच्छितुम् अच्छितव्यम् अच्छिष्यते अच्छिष्यत पठामि भगिनि अहमेव पक्षु पष्टा पष्टुं पष्टव्यं पक्षति अपक्षत् त्वच्छिता त्वच्छितुं त्वच्छितव्यं त्वच्छिष्यते अत्वच्छिष्यत गाहु गाढ गाढुं गाढव्यं घाश्यते अघाच्छत गाहिता गाहितुं गाहितव्यं गाहिष्यते अगाहिष्यत गाहिष्यत गुः गोढा गोढुं गोढव्यं गोच्छति गोच्छते अगोच्छत् अगो न गोच्छत् गुः गार्ढा गार्ढुं गार्ढव्यं गच्छ गच्छते अगच्छत गर्षित गर्षितुं गर्षितव्यं गर्षिष्यते अगर्ष्यत तृङ्ः तृण्डा तृण्डुं तृण्डव्यं तृङ्क्षति अतृङ्क्षत् तृंहिता तृंहितुं तृंहितव्यं तृंहिष्यति अतृंश्यत् तृः तर्ढा तर्ढुं तर्ढव्यं तत् तर्क्षति अतर्क्षत् तर्हिता तर्हितुं तर्हितव्यं तर्हिष्यति अतर्क्षत् स्तृः तर्ढा तर्ढुं तर्ढव्यं तर्क्षति असत् असत् तर्क्षत् तर्हि तर्हिता स्पर्शितुं स्पर्शितव्यम् पश्यति अपश्यत् दृश्यत् बृहु वर्डा वर्डुं वर्धव्यम् वर्षस्यं भवति तर्णि वक्ष्यति वक्ष्यत् वक्ष्यति वक्ष्यत् वर्षिता वर्षितुं वर्षितव्यं वर्षिष्यते वर्षिष्यते अवशिष्यते पद्मयपदि वा आम् वर्षति अवहिष्यत् वर्षति अवहिष्यत् अन्य कोऽपि अस्ति वा नो भगिनि केवलं पुष्पाभगिनी पठति वा दधादिभ्यश्च इति ये धातवः सन्ति भगिनि एकनिमिष पठामि वा धातूनां गदादिभ्यश्च अस्तु अस्तु अस्तु वेदातुः किं ओके वेदातवः उत्स् ओपनपनपनपनपन प्रथमतया पठितं न वेद्य वा किम् अन्तिम रदादिभ्यश्च अन्तिम वयं पठितवन्तः सर्वे सर्वे पठितवन्तः रदादिभ्यश्च रदादिभ्यश्च रद् नश् तृप् दृप् दृह् मुह् श्नुः स्निः इत्येभ्यः धातुभ्यः वलादिरार्धदातुकस्येद् वा स्यात् रद् रद्धा रद्धुं रद्धव्यं रत्स्यति अरत्स्यत् रदिता रदितुं रदितव्यं रदिष्यति अरदिष्यत् नश् नष्टा नष्टुं नष्टव्यं श्रूयते किं भगिनि श्रूयते नष्टव्यं क्षम्यता नष्टा नष्टुं नष्टव्यं नङ्क्ष्यति अनङ्क्ष्यत् नशिता नशितुं नशितव्यं नशिष्यति अनशिष्यति तृप् तर्प्ता तर्तुं तर्प्तव्यं तप्स्यति अतप्स्यत् तृप्ता तर्तुं तर्प्तव्यं तृप्स्यति अतृप्स्यत् तर्पिता तर्पितुं तर्पितव्यं तर्पिष्यति अतर्पिष्यत् तद् त्रीणि रूपाणि सन्ति अस्तु दृप् दर्प्ता दर्प्तुं दर्प्तव्यं दर्प्स्यति अदर्प्स्यत् द्रप्ता द्रप्तुं द्रष्टायं द्रप्स्यति अद्रप्स्यत् दर्पिता दर्पितुं दर्पितव्यं दर्पिष्यति अदर्पिष्यत् द्रोग्धा द्रोग्धुं द्रोग्धव्यं द्रोक्ष्यति अद्रोक्ष्यत् द्रोढा द्रोढं द्रोढव्यं द्रोक्ष्यति अद्रोक्ष्यत् द्रोहिता द्रोहितुं द्रोहितव्यं द्रोहिष्यति अद्रोहिष्यत् मुग्धा मुग्धं मोग्धव्यं मोक्ष्यति अमोक्ष्यत् अमोक्ष्यत् न तद् न कोऽपि क्ष्यत् न मोक्ष्यत् सम्यक् वा अत्र प्रिण्टिङ्ग् मिस्टेक् अस्ति न टैपिङ्ग् मिस्टेक् हा मोढा मोढं मोढव्यं मोक्ष्यति अमोक्ष्यत् मोहिता मोहितुं मोहितव्यं मोहिष्यति अमोहिष्यत् स्नुः स्नोक्ता स्नोक्तुं स्नोक्तव्यं स्नोक्ष्यति अस्नोक्ष्यत् स्नोढा स्नोढं स्नोढव्यं स्नोक्ष्यति अस्नोक्ष्यत् स्नोहिता स्नोहितं स्नोहितव्यं स्नोहिष्यति अस्नोहिष्यत् स्निः स्नेग्धा स्निग्धुं स्निग्धव्यं स्नेक्ष्यति अस्नेक्ष्यत् स्नेहा स्नेहं स्नेहव्यं स्नेक्ष्यति अस्नेक्ष्यत् स्नेहिता स्नेहितुं स्नेहितव्यं स्नेहिष्यति अस्नेहिष्यत् प्रश्न इत्येन इत्येतौ द्वौ धातु तौ एव अनिट् हलन्तधातुपाठे उक्तौ तृप् प्रीणने दिवं दिवादिगणे तृप्यति दृप् तु ईर्षमोहनयोः तत् तदपि पठामि वा दिवादि परस्मैपदि दृप्यति तर्हि कथम् अत्र द्वे धातुषु अपि पठितौ एतौ द्वौ अनिट् अपि वेट् अपि तृप् दृप् अनुधातौ अतः स्वभावतः अनिटौ अयं स्वभावः आवश्यकः येन अनुदात्तस्य च भवत्याः अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् इत्यनेन आम् अम् आगमः विधीयते विधेयत तदा ददादिभ्यश्च इति सूत्रेण इति सूत्रेण तयोः इट् वा विकल्पेन भवति अतः अनयोः द्वात्वोः अनित्वमपि अस्ति वेट्वमपि अस्ति तदेव इदानीं त्रीणि रूपाणि उक्तम् अस्य सर्वस्य दर्शनेन प्रकटम् अस्ति किमर्थम् आगमपक्षे इडागम सहितरूपं न भवति अधस्तसूत्रेण धातुः अनिट् अनुदात्तः वेद् च एव क्षम्यताम् अमागमः भवति तदर्थम् अनित् धातुषु इमौ द्वौ धातु पठितौ अपि च हलादौ प्रत्ययपदे एव अमागमः विधीयते प्रत्ययपदे तद एव अमागमः तदेव नम् किम् अस्ति दंस्थ न किप् नंष्ट न तदेव इदानीं प्रक्रिया करोतु कथं भवति त्रीणि रूपाणि तत्तु दृप् तु प्रथमतया सार्वधातुकार्धधातुकयोः इत्यनेन न ऊदुपदधातुः तत्काल न ऋदुपदधातु तत्कारणात् ऋतु अर् आगच्छति धातु त्रिप् अस्ति साधु तदनन्तरं ता इति जलि अस्ति किं सूत्रं भवति गुणकार्यं किं केन सूत्रेण पुगन्तल्कुपयश्च तत्कारणात् तत्तु आगच्छति द्वयावस्था भवति दर्पिता द्वितीयरूपं कथं भवति प्रथमं वयम् अत्र गुणकार्यं नास्ति अत्र तद् लघुपदस्य तत् कार्यं नास्ति अत्र द्रूतु द्रा आगच्छति कथं भवति तत् कथं भवति भवती पठितवती इदानीं इदानीं तदेव न अनुदात्तस्य चर्दुपद उपधस्य अन्यत्र स्याम् इत्यनेन रथादिभ्यश्च क्षम्यतां रथादिभ्यश्च न अनुदात्तस्य अनुदात्यस्य च ऋतुपदस्य अन्यतरसां ऋतुपद यदि धातुः अस्ति तत्र आगमः भवति अम् आगमः भवति सो त्रियोग अम् मकार संज्ञा भवति अ भवति त्रियोग अयोग तदनन्तरं त्र विकार अकार तयोः पुनः सन्धि भवति इको यणचि अनेन विकार अकार सन्धि भूत्वा रेफा आगच्छति साधु इति भवति अम् अत्र मकारस्य इत्संज्ञा अस्तु अस्तु मकारस्य इत्संज्ञा तत्कारणात् द्रा आगच्छति त्रीणि रूपाणि तृतीयरूपम् अस्ति चेत् अस्ति तत्र इदागमः अस्ति केन धातु केन सूत्रेण इदागम वेट् धातु न न न बलादि प्रथमतया उक्तं न तत् तद् नास्ति न स्वरित स्वरति न स्वरति न वेद् दातु वेद् वलादे दातु तस्य इद् वलादे इति भवति साधु वलादे इद् वलादे इद् वलादे तत्र सूत्रस्य नाम न लिखितम् इद् वलादे वयं जानीमः तत् कारणात् इद् वलादे अस्तु धन्यवादः त्रीणि रूपाणि तत्र भवति अस्तु भव्या भगिनी वयं प्रक्रिया कुर्मः एकमेकं स्वीकृत्य वयं सर्वे हकार ये धातुः अस्ति राधभ्यश्च ते सर्वे कृतवन्तः एक नश्च न कृतवान् भवती जानाति कथं नश् नष्टा भवति अनुस्वारः कथम् आगच्छति तत्र तत्र मज्जि नशोर् जलि इति सूत्रम् अस्ति इति मन्ये भगिनि. नजि नशोर् जलि मज्जि नशोर् जलि इत्यनेन तत्र मज्जि धातोः नुमागमः भवति. सूत्रस्य सेवेन् वन् सिक्स्टि सेवेन् वन् सिक्स् जीरो सेवेन् वन् तद् वयं पठितवन्तः न पठितवन्तः परन्तु उक्तं मस्ट् दातु अस्ति न तत् कारणात् तदनन्तरं ब्रश्यत्वं भूत्वा तदनन्तरं ब्रश्यत्वेन शत्वं भवति अनन्तरं ष्टुनाष्टुः इत्यनेन अमागमः भवति नुमागमः नुमागमः नुमागमः अस्तु न मध्यनकारः आगच्छति. धन्यवादः. अस्तु केवलं जलिपरे एव तस्य कार्यं यत्र नशिता इति युदागमः यत्र भवति तत्र साक्षात् जलिपरे नास्ति इति कृत्वा नशिता इत्यस्मिन् नुमागमः न भवति. अस्तु आमाम् रद् प्रक्रिया अहं करोमि. रद् योग प्रथमं वयं रद्दादि दातव कृत्वा तदनन्तरम् उपरि गच्छामः. सो रद् इति योगता झषकतोधनेन झकार झष् प्रचारे अस्ति तकार झलि अस्ति सो अनेन तकारस्य धकार भवति सो रद् योगधा भवति. इदानीं झलाञ्चषि अनेन झल् वर्ण धकारस्य झश्वत्वं भवति दकार तृतीयवर्ण आगच्छति रद् धा इति भवति रद्धा रद्धुं रद्धव्यं. यत्र सकार अस्ति तत्र रद्धयोगस्यति तत्र खरीचनेन धकारस्य तकार भवति रक्ष्यति इति भवति रक्ष्यत् इति भवति. भगिनी प्रश्नः अस्ति रद्धयोगस्यति तत्र जलाञ्चषि तस्य न भवति कारणं सकारचषि नास्ति. अस्तु केवलं चर्त्वं भवति खलु केवलं खरीच केवलं भवति. अस्तु यदि इदागम अस्ति तत्र रद्दिशति तत्र आदेशप्रत्ययनेन सकारस्य शकार भवति. अस्तु नश् भवती उक्तवती त्रिप् इदानीं वयम् उक्तवन्तः त्रिप् त्रिप् साधु इदानीं कृतवन्तः साधु तत्र गुणं भूत्वा त्रप्ताय सति ऋतुपदस्य अन्यतरस्यामनेन अमागमः भवति इको यणचि तत्र त्रप् भवति तृतीयरूपम् इदागमः अस्ति. अस्तु इदानीं गृह मुहु स्नुः स्ने ये चत्वार धातवः सन्ति एकं सूत्रमस्ति तस्मिन् चत्वार धातस्य उल्लेखः लिखितम् अस्ति तत् सूत्रे इति अस्ति दृहु मुहु स्नुः स्नुः येषां धातूनां हकारस्य विकल्पेन घकार भवति. विकल्पेन घकार भवति अन्यपक्षे होडजने घकार आगच्छति तत्र रूपं त्रयम् आगच्छति. एकस्मिन् पक्षे घकार द्वितीयपक्षे धकार तृतीयपक्षे इदागमः अस्ति. यत्र ध्रुः अस्ति तत्र हकारस्य प्रथमं घकार आगच्छति ध्रुः मुः नुः स्नुः अनेन विकल्पेन घकार दृग् योग का अस्ति पुनः झषस्वतोधनेन सकारस्य धकार भवति तदनन्तरं झलाञ्चषि अनेन यद् घकार अस्ति तस्य जस्वं भूत्वा घकार भवति दृग् द्रु तस्य पुलङ्ग पुगन्तलघुपदशन गुणं भवति सो द्रोग्धा इति भवति द्रोग्धा द्रोग्धुं द्रोग्धव्यं पुनः यत्र दृग्योग यति अस्ति इदानीं सकारपरे प्रथमं घकार आगच्छति सो दृ घकार दृघ यं रूपं स्यापि झलि अस्ति सो द्रोग् द्रोघयोगस्यति आगच्छति इदानीं सकारपरि दकार धकार तयो मध्ये एकाचो बशो बशिति भवति सो दकारस्य भष् भावः भवति घ भवति तत्र घ अस्ति घकारस्य पुनः झलान्त चषि अनेन न घ एव तिष्ठति साधु भगिनि ग्रोग् तत्र घकारस्य ककार भवति खरिचनेन सो ककार आदेशप्रत्यये मूर्धन्यषकार भवति कष इति मिलित्वा क्ष भवति संयुक्त सो घोक्ष्यति इति आगच्छति घोक्ष्यति अरुणा भगिनी दीर्घत्वं कथम् आगच्छति भगिनि दीर्घत्वं प्रथमं गुणं भूत्वा पुगन्तलघुपदस्य कुत्र पृष्ट तदनन्तरं घकार झषस्ततो धनेन तकारस्य धकार भवति घकारस्य ककारः न न दकारस्य धकारः अस्तु प्रथमतया हकारस्य गकारः किं सूत्रेण तदनन्तरं घकारस्य झलाञ्च शशि अनेन घकारस्य ग आगच्छति तृतीयवर्ण जष्टं भूत्वा द्रोक्त इति भवति यत्र अस्य अस्ति तत्र प्रक्रिया भिन्ना अस्ति शक्नोति वदतु कथं भवति द्रोक्ष्यति पुगन्तलघुपदस्य उकारस्य ओकारः हकारस्य दुहुमुः दृहुमुः तद् स्नुः स्नेह ते सर्वे तत्तद् कार्यं तद् अन्ते किम् अस्ति भगिनि स्नेह विकल्पेन घकार आदेश तद् वक्तुं वा तद् सूत्र अस्ति वा तद् नास्ति घकारः आगच्छति परे तु तकारस्य धकारः आगच्छति घकार स्थानेन न हकारस्य घकार आगच्छति द्रोगयोगस्यति हा तद् तद् न क्षति शक्ति न तद् दोग्धा अपि द्रोग्धा अपि वदितम् इदानीम् अस्तु अत्र परे तु द्रोग्धा धाकारः तकारः दकारः आगच्छति तत् सूत्रमस्ति चषस्ततोदः अस्तु द्रोग्धुं द्रोग्धव्यं तद् तद् कथं गकार कथं भवति गकार गकारः इदानीं तस्य सूत्रेण घकार भवति घ चतुर्थ वर्ण घ हा तत् जलां जषि न तत् कारणात् गकारः एव तिष्ठति. अस्तु परे तु तदेव न मया सम्यक् न द्रोक्ष्यति दीर्घकारः आगच्छति तदेव पृष्ठम् अग्रे पृष्ठं तदेव तत् जसततोधः प्रथमं झसतो सकार झषि नास्ति इदानीं सकार झसतो सकार कुत्र अस्ति दकारः अस्ति न आगच्छति परन्तु दकारस्य दीर्घदकारः कथम् आगच्छति इति न मया न सम्यक् न भगिनी भवती वदतु महाप्राणदकारः वा ओकार एकाच् अस्ति एक धातु एकस्वर अस्ति धकारस्य घकार परे अस्ति झष् अस्ति सो धकारस्य धकार भवति एकाचो पशो भश एकाचो पशो अस्तु अस्ति सकारपरे सकारस्य ककार भवति ककार सकार मध्ये एका आदेशप्रत्ययेन मूर्धन्यसकार अरुणा भगिनी भवती अवगतवती साधु आं भगिनि अवगतं भगिनि इदानीं भवती करो मुहुः भगिनि मुहुः तस्य प्रक्रिया वदतु मुहुः दातु कथं मोक्ता अत्र हकारान्त उपधायां उकार अस्ति पुगन्तफलगोपत्य सूत्रेण गुणा भवति स्नो स्नोः तदनन्तरं पकार स्नोः लोहस्वर्गः इति सूत्रेण पकारस्थाने धकार आगच्छति तदनन्तरं जषि भगिनि जलां झषि ओ जलां झषि इति सूत्रेण आकारस्थाने घकार आगच्छति दृक्मुः स्नुस्मे तत् कारणात् घकार आगच्छति किं भगिनि न श्रूयते दृक्मुः स्नुस्मे तत् कारणात् घकारः आगच्छति परे जलां झषि इत्यनेन घकार आगच्छति सम्यक् वा भगिनि भव्या भगिनि सरला भगिनि आमां प्रथमं गृहमुहुस्नुः स्नु विकल्पेन घकार अन्यपक्षे घकार एकपक्षं घकार आगच्छति घकार महाप्राणघकार सूत्रमिति हकारस्य सूत्राणि सन्ति होट एकं द्वितीय अस्ति दादे दो दादे धातो घ साधु तत्र यदि हकारस्य पूर्वं दकार अस्ति तत्र हकारस्य स्थाने घ भवति दादे धातो घ अनुना तृतीयसूत्रमस्ति द्रुः मुहु स्नुः स्नेह एते चत्वारः धातवः यदि सन्ति तत्र विकल्पेन एकपक्षे घकारः आगच्छति द्वितीयपक्षे घकार अस्तु इदानीं ये चत्वारः धातवः अस्माकं वेद आवल्यां अस्ति गृह मुहु स्नुः स्नेह ते चत्वारः धातून् प्रति एकपक्षे घकारः अस्ति द्वितीयपक्षे घकारः अस्ति तृतीयपक्षे कारणकी इति वेत् अस्ति तत्र इदागम अस्ति धातो बलादे अनेन छदि परे. ओके सो मुह् इति अपि तस्मिन् सूत्रे उक्तम् अस्ति द्रुः मुह् स्नु स्नः अनेन. सो हकारस्य प्रथमं मुह् योग दापि झलि अस्ति झलि पदान्ते खलु झलि तकार झलि अस्ति हकारस्य एकपक्षे घकार द्वितीयपक्षे घकार यस्मिन् पक्षे घकार आगच्छति तत्र वयं मुघ् योग ता भवति. इदानीं ता इति झलि अस्ति घकार अस्ति झषि अस्ति सो झलाञ्च झषि अनेन झष्टं भवति घकार आगच्छति अल्पप्राण घकार सो मोग्धा इति भवति. यत्र ढकार अस्ति तत्र केवलं मोढा मोढुं नो तत्र किं भवति हकारस्य स्थाने ढकार तदनन्तरं वयं पूर्वम् उक्तवन्तः चषस्तु ढकार आगच्छति वायु इदानीं मोढा योग धा अस्ति इदानीं श्नाष्टुः अनेन ढकारस्य पुनः ढकार भवति सो मोढा योग ढा तदनन्तरं ढ्रलोपे ढ्रलोपे अस्ति तत्र ढकार परे यस् अस्ति तत्र ढकारस्य लोप भवति पूर्वढकारस्य सो इदानीं मो योग ढा भवति तु मोढा इति एकढा एक ढकारस्य लोप भवति मूढा मूढुम् इति तत्तु पुगन्तलघुपदस्य इत्यनेन अन्तिमकार्यं नास्ति प्रथमकार्यं न पुगन्तलघुपदस्य कदानीमपि कर्तुं शक्नुमः पूर्वं तस्य कार्यं भिन्ना अस्ति साधु तत्र अहं हकारस्य अपि किं रूपं द्वयं कथं निर्मामः इति उक्तवती इदानीं तत्र द्रोढा मूढा अपि तत्र प्रथमम् अस्ति स्नुः मुः स्नु स्नु अनेन एकपक्षे घकार द्वितीयपक्षे धकार यस्मिन् प्रकार पक्षे घकार अस्ति तस्य तत्र झलान्तचषि अनेन घकार भवति घकार भवति मोढा एव भवति झषस्वतो ध यत्र ढकार अस्ति मोढा पुनः झषस्वतो ध अनेन तकारस्य ढकार भवति ढोढे लोप अनेन प्रथमं ढकारस्य श्नाष्टुः अनेन ढकारस्य ढकार भवति मोढा योग ढा मोढा ढा तदनन्तरं ढोढे लोप अनेन एक ढकारस्य लोप भवति पूर्वढकारस्य मोढा इति भवति. अरुणा भगिनि अवगतवती श्रुतीय करो स्नुः करो भवतु कर्तुमिच्छति वा न हलो किं वदति भगिनि न श्रूयते सम्यक् किं वदातु स्नुः तत् करोति प्रक्रिया अत्र त्रीणि रूपाणि भवति धकार आगच्छति चेत् केवलं स्नेहिता भवति. स्नेहा इति पदमं स्तुनास्तुः भगिनि. तदनन्तरं लोपः तेन हकारस्थाने दकारागत्वा पुनः लोपः भवति. प्रथमं स्नोद्घाटितं कथं भवति प्रथमरूपम्? दकार इति षष्टचतुर्थः इति सूत्रेण भगिनि. हा, तकारस्य दकार दशचतुर्थं हकारस्य जलां दशि. प्रथमं हकारस्य तत्र किम् आगच्छति हकारस्य स्थाने? अन्यतरस्यां तत् तत् कार्यं करोति. परे दकारः आगच्छति. गकारः गकारः तद् तदेव मुग् या मोग् मोग् प्रथम पुगन्त प्रथम तया स्नोग् स्नूतु स्नोग् आगच्छति पुगन्तलघुपदस्य इत्यनेन. परे ता अस्ति तत्र दकारः दीर्घ अकारः दकारः दकारः आगच्छति. तत्तु तदेव इदानीं श्रुतं दशस्ततोदः न न तद् अत्र न तदेव चतुर्दोधः तक दकारस्य धकारः आगच्छति अत्र धा नास्ति न ता अस्ति. किन्तु नुः योगता झक्षचतुर्थ प्रथमं स्नु हकारस्य स्थाने धकार आगच्छति. झषि अस्ति जलि अस्ति कारणेन गकारस्य कारणेन दकारः आगच्छति. सम्यक् वा? गकारस्य कारणेन तकारस्य धकारः आगच्छति. तदनन्तरं जलां जषसि तत्कारणेन गकार एव तिष्ठति. अपगन्तलघुपदस्य पूर्वे एव उक्तं घास्नोद्घा इति तिष्ठति. अस्तु. अत्र हलो होडः होडः द्वितीयं तु होडः इत्यनेन स्नोड् तत्कारणात् डकारस्य कारणेन तातु डकारः एव आगच्छति. स्नोड् डा इति परन्तु अत्र डोडे लोपः इत्यनेन प्रथम डो डकारस्य लोपः भवति. डकारस्य किं सूत्रम् एकं सेम् अस्ति गृहमुष्णु अनेन विकल्पेन एकपक्षे घकार द्वितीयपक्षे ढकार ढकार अहो द्वे अपि अस्ति तदेव विकल्पेन अन्यतरसाम् अस्ति खलु ओ तदेव कार्यं करोति. अस्तु अस्तु अस्तु. होडः न कार्यं करोति? होडः न होडः कर्तुं शक्नोति, किन्तु तत्प्रभाते कारण विकल्पेन रूपं द्वयम् अस्ति केवलं तत्कारणात् होडः कार्यमेव नास्ति. समानरूपम् अस्ति किन्तु भवति स्नोढा योग इदानीं पकारस्य कागति भवति किं स्नोढा इति अस्ति न हकारस्य धकार अभवत् योगता सा इति झलि अस्ति तत् अतः हकारस्य धकार अभवत् कारणं कि झलि परे इति भवति. इदानीं तकारस्य का अवस्था भवति तकारस्य डकार प्रभावेन डकारः एव आगच्छति. केन सूत्रेण? डकारस्य डकारः इदानीं न श्रुणं तत् तद् न श्रुणम् इदानीं झष् अस्ति झष् झष् ओ तदेव न झष् झष् झष् झष् जलां झष्टसि जलां झष्टसि जलां झष्टसि एव अस्तु अस्तु जलां झष्टसि एव अस्तु तत् कारणे कथं धकारस्य धकार भवति झषस्ततो ध ध ओ तद् धकारः झषस्ततो झष्पचारे के वर्णाः सन्ति तकारः तकारः अस्ति दकारस्य दकारस्य प्रभावेन दकारः दकारः आगच्छति. सम्यक् दोडे लोपः तत्कारणात् दकारस्य प्रथमं श्नाश्चुः भवति न दोडे लोपः कथम् श्नाश्चुः ओहो तत्कारणात् डकारः मूर्धन्य डकारः भवति परे तु डकारस्य लोपः डोटे लोपः इत्यनेन अस्तु शनाष्टु अस्तु तद् सर्वे कार्यमस्ति. एकवारं वदामि अगेन् स्नेह तद् तदेव तत्तु दृह्मुख् स्नुह् स्नेह अन्यतरस्याम् इत्यनेन गकारः प्रथमतया गकारः आगच्छति हकारस्य गकारः पूर्णतल उपपदस्य इत्यनेन स्नेह् आगच्छति परे तु तकारस्य धकारः जसस्ततुर्दोधः इत्यनेन धकारः आगच्छति जश जलां जष्टसि इत्यनेन गकारमेव गकार एव तिष्ठति अत्र स्निग्धा एव तिष्ठति. द्वितीयकार्यं अन्यतरस्याम् इत्यनेन धकारः हकारस्य धकारः अपि कार्यं करोति तदेव स्नेड् आगच्छति धातु जशस्ततुर्दोधः इत्यनेन डकारः सुनाष्टुः इत्यनेन डकारः आगच्छति परे तु दोर्डेलोपः इत्यनेन प्रथम पूर्व डकारः लोपः भवति. सम्यक् वा? बहु सम्यक् उत्तमम् अस्तु. तृतीयरूपं कथं भवति? तृतीयरूपं तु इड्वस्ता इड्वलादे इत्यनेन अत्र हकार इता आगच्छति अस्तु तत्र पूर्णतलगोपदस्य इत्यनेन स्नेहिता तत्र हकारस्य स्थाने मे घकार वा ढकार न भवति वा? न न तत्र न भवति. कारणं कारणम् इकारः अस्ति न अत्र इकारः अस्ति तकारः नास्ति जस् नास्ति तत्कारणात् जलि नास्ति तत्कारणात् इकारः ह्यहकारः एव तिष्ठति. अस्तु साधु साधु भाई. इदानीम् उपरि गच्छामः. वयं प्रक्रिया पूर्वं कृतवन्तः सुस्य सञ्चु अपि कृतवन्तः ओ वश्चु. अरुणा भगिनी करोति ओ वश्चु प्रक्रिया कथं व्यवस्था भवति? किं किं भगिनि ओ इति ्रश्च न अत्र ओ तु वकारः भवति तद् परे अन्य कोऽपि अस्ति अत्र संज्ञा अस्ति व्रश्च इति अवशिष्यते. ओ विच्छन्या अस्तु अस्तु ओ विच्छन्या हा भ्रष्ट एव शेष्यते. शकारस्य मूर्धने शकारः आगच्छति तकारस्य ष्टुनाष्टुः न किन्तु यत् तालव्यशकारः अस्ति तस्य किं किं भवति तत्र मूर्धने शकारः आगच्छति न भ्रष्ट स्थाने इति अन्तिमचकारस्य चकारस्य चकारः चकारस्य स्थाने षकारः न भवति वा महोदय? किम् उक्तवान् मूले यत् वृष्ट अस्ति तत्र मूले सकारः अस्ति प्रथमं चकारस्य प्रभावेन सकारस्य यदि चकारः अपगच्छति चकारस्य स्थाने मूर्धन्यशकारः गच्छति तत्र शकारस्य पुनः सकारः भवति इति भवति. इदानीं स्को संयोग अन्ते सकारः पूर्वं यत् अस्ति संयोगस्य तत् सकारस्य लोपः भवति स्को संयोगान्तस्य अनेन भवति. इदानीं व्रश्यति तिष्ठति व्रश्योगता श्माष्टु अनेन संयुगाद्यन्तरेण किम् आगच्छति सकारस्य रूप भवति शकार अस्ति सालव्यशकार पूर्वं सकार अस्ति उपदेशे उपदेशे शकारः आगच्छति सकारस्य सकारः आदेश उपदेशे शिते अस्तु अस्तु सकारस्य प्रभावेन तकारः सकारः आगच्छति अष्टु नष्टु इत्यनेन अस्तु मृज् मृज् मृज् भवती भवति मृज् करोमि. प्रथमं तु मृज् योगः ता इति अस्ति तत्र तु किम् अस्ति ब्रश इति सूत्रेण ब्रश सृज मृज इति अस्ति खलु. तर्हि जकारस्य स्थाने षकारः आगच्छति तर्हि तदनन्तरम् अष्टुनाष्टुः तिनेष्टकं किं भवति तकारः भवति. किन्तु अत्र किम् अस्ति मृजेर्विवृद्धिः इत्यन्य सूत्रमपि अस्ति अनेन ऋकारस्य वृद्धिं भूत्वा मार् प्रथमं तदेव अस्ति. प्रथमं तु मृजिर्वृद्धिः इत्यनेन मार्ज् भवति, तदनन्तरं रषभृश तदनन्तरं ष्टुनाष्टुः मार्ष्टा इति भवति. समानकार्यं मार्ष्टुं मार्ष्टव्यम् अपि समानकार्यं. यत्र ईडागमः भवति तत्र तु केवलम् ईडागमः प्रथमं रुजिर्वृद्धिः मार्ज् इति भवति, तदनन्तरम् ईयुगता मार्जिता मार्जितु मार्जितव्यम् इति भवति. अस्य परे किं भवति इत्युक्ते पुनः मृजिर्वृद्धिः इत्यनेन मार्ज् भवति, अनन्तरं मार्ज् इस्यति इति अस्ति, तदनन्तरं पुनः ब्रश इति सूत्रेण षक्षत्वं भवति, तदनन्तरम् आदेशप्रत्ययुः इत्यनेन सकारस्य षकारः, तर्हि ष्टुनाष्टुः भवति, क्षम्यताम् मार्ज् षत्वं भवति प्रथमं, तदनन्तरं षडोः कहसि इति सूत्रेण ककारः भवति, तदनन्तरम् आदेशप्रत्ययुः इत्यनेन षत्वं भवति, तर्हि मार्क्षति इति रूपं साधयामः. समानमस्ति अमार्क्षत् इति. मार्जिष्यति इत्यस्मिन् द्वयवृत्तिः तदनन्तरम् इकारः मध्ये अस्ति, तर्हि मार्जि इष्यति इति. तत्र तु इडागमः मध्ये अस्ति इति कृत्वा आदेशप्रत्ययुः इति प्रत्याहारे परे षकारस्य षत्वं भवति, तर्हि षकारः तत्र मार्जिष्यति इति. अन्य यदि गृदु अस्ति तत् केवलं सैच अस्ति पदन्तरूपतस्य अस्ति. किं भगिनि अत्र हैच अपि पुगन्तलघुपतस्य अस्ति किं किम् अस्ति कस्य क्लिदु इति यत् अस्ति तत्र क्लिद् क्लिद् धातु क्लेत् भवति, तदनन्तरं करीचनेन क्लेत् क्लेता इति आगच्छति. किम् अत्र कार्यं नास्ति. स्यन्दु अपि समानकार्यं भवति, किन्तु यत्र सिन्धु अस्ति तत्रापि यथा वयं कृतवन्तः तत्र चषस्थानेन सकारः भवति, जलाञ्जश्यनेन तत् कार्यं समानं भवति. गुपु यत्र वयं अत्रापि वर्णमेलनम् अस्ति पुगन्तलघुपदस्य गोप्ता, तदनन्तरं गोपिता यत्र ईकारः अस्ति, गोपायिता वयं दृष्टवन्तः गुप्पु चुप्पु अनेन आय आदेशः भवति तत्र, सो तत्र गोपायिता इति आगच्छति. कुत्र भगिनि तादृशरूपम् अस्ति वा? महोदयेन लिखितमस्ति गोप्ता गोपिता इति रूपद्वयमेव लिखितम् अस्ति खलु. तृतीयरूपमपि अस्ति भगिनि गोपायिता. अस्ति भवे भगिनि गोपायिता गोपायिता अस्ति गोपायिता गोपायितव्यम् आय आदेश अस्ति अधोभागे दत्तमस्ति. मम करपत्र विक्षिपणिभ्यः आयः विक्षिपणिभ्यः आयः. परन्तु एक प्रश्नः अस्ति, ऊकारः अस्ति न, ऊकारः अपगच्छति वा? तद् ऊकारः अपि तस्य अस्ति. अस्तु तरति सूति श्रूयति धूयदितौ आदितौ रैट् धूयदितौ. अन्य शमूदो इति वयं जानीमः पुनः प्रथमं शान्त शम्ता किन्तु अनुस्वारः तत्र द्रव्य अनुसारः ये परः शन्ता भवति तत्र. एकम् अन्य अस्ति अहं न अवगच्छामि, तत्र यत्र गुः अस्ति साधु गुः अस्ति तत्र हकारस्य होडसूत्रेण ढकारः भवति, गोढा गोढं भवति, तत्र गुहिता अस्ति तत्र कथं उपगन्तलघुपदस्य तत्र ईता अस्ति तत्र कार्यं न भवति, उकार कथं भवति इति कार्यं किम् अस्ति. महोदय उक्तवान् तत्र गुण न भवति अपि उकार सूत्राणि न उदुपदाया गोहः ऊदुपदायाः गोहः इति वा किं भवति तनेन अनेन अङ्गस्य अद् तस्य बाधयितुम् उपादायाः ऊकारादेशः भवति. यत्र गुक् इत्यस्य धातोः अजादिप्रत्ययपरे गोः इति रूपस्य प्रसक्तिः अस्ति यदा गुणं भूत्वा गोः भवति स्म, किन्तु तदा न भूत्वा अभूत्वा ऊकारादेशः भवति. अस्तु, गुणम् अबाधितं सूत्रं किमस्ति भगिनि? ऊदुपदाया गोहः 6489. तु केवलम् एकं सूत्रम् अस्ति न ऊदुपदाया गोहः. अस्तु, अपि अन्य यत् अस्ति अधोभागे यत् तृण्ः अस्ति तृण्ढा अस्ति तत्र तत्रापि गुण कार्यं बाधितम् अस्ति. महोदय उक्तवान् गुणकार्यं बाधितम् अस्ति कारण खलु नकारः अस्ति मध्ये केन सूत्रेण न मध्ये नकारः अस्ति खलु व्यवधानं जातं खलु उपादायां ऋकारः नास्ति अतः खलु गुणकार्यस्य प्रसक्तिः एव प्रसक्ति नास्ति. ओ इदानीं नकारप्रभावेन उपादायम् अस्ति ऋकारः नास्ति उपादायः परन्तु ऋकारः वर्णः नास्ति न वर्णः अस्ति नकारः अस्ति तदर्थमेव तत्र ऋकारः उपदावर्णः नास्ति नकारः एव उपादायम् अस्ति इति कृत्वा एव तत्र गुणकार्यस्य प्रसक्तिः प्राप्तिः न भवति. तत्र वयं वक्तुं शक्नुमः त्रिन्धात् नकारस्य नष्टापदान्तस्य तर्हि पुनः अनुसृत्य ये परसवर्णे नकारः भवति त्रिन्धा इति पञ्चन्यवत् आगच्छति तत्र तृण्हु अस्ति तृण् तत्र होड अनेन ढकार भव साधु तृण्ढ युगता स्नाष्टुः अग्न ढोडे लोप अनेन तु तृण्ढा इति भवति. यत् नकार अस्ति तत् भवति रसाभ्यां नो अनेन नकारस्य रकार भवति. किन्तु वयम् अपि वक्तुं शक्नुमः नकारस्य नष्टापदार्थस्य जनेन अनुस्वारः भवति अनुस्वारस्य यै परसवर्णेन नकारः भवति इति अपि वक्तुं शक्नुमः साधु. किन्तु कस्य प्रसक्तिः प्राप्तिः इति द्रष्टव्यं खलु. अनुस्वारस्य यै परसवर्णः इत्यनेन बलाबलचिन्तनं कर्तव्यं खलु भगिनि. अत्र तु अनुस्वारस्य यै परसवर्णः इत्यनेन एव प्रायः णत्वं स्यात् न तु अन्यथा. किमर्थमिति रसाभ्यां नोणः इति सर्वं तु केवलं किम् अस्ति तत्र अष्टाध्यायस्य अष्टमपादे चतुर्थपादे अस्ति खलु. मम पार्श्वे पुस्तकं नास्ति. अष्टाध्यायस्य चतुर्थपादे अस्ति रसाभ्यां नोणः समानपदे. तर्हि नशापदान्तस्य जलि अनुस्वारस्य लीप् परसवर्णः तस्य कारणं भवति अत्र नशापदान्तस्य जलि इति नशापदान्तस्य जलि इति किम् अस्ति सप्तमाध्ये अष्टमाध्ये अस्ति तृतीयपादे अस्ति तस्य परे अस्ति यत्र यत्र नशापदान्तस्य कार्यं भवति तदा तु परसवर्णः निश्चयेन आगच्छति इति अतः त्वहिता यत्र अस्ति तत्र हकार ययि अस्ति अत्र ययि नास्ति हकार अतः तुमि केवलं दष्टापदस्य झलि अनेन लकारस्य अनुस्वार अभवत् दष्टापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति आगच्छति परसवर्णनकारः तदा तु नत्वं नशाभ्यां नूनः वा अट्वं वा येपि इति सूत्रयोः प्रसक्तिः प्राप्तिः न भवति किमर्थम् इत्युक्ते अनुस्वारस्य ई परसवर्णः इति सूत्रम् असिद्धम् अस्ति खलु एकवारं सञ्जातं चेत् तदनन्तरं नशाभ्यां नूनः इत्यस्य कार्यं न भवति किन्तु पूर्वता सिद्धम् अनेन प्रथमं पूर्वसूत्रं करणीयं साधु आम् इत्यनेन कृत्वा एव नशापदान्तस्य जलि प्रथमं कुर्मः खलु अस्तु न किन्तु यदि रसाभ्यां नोण तृणु यदि अस्ति तत्र नशाभ्यां नोण तस्यापि प्रथमं कर्तुं शक्नुमः पूर्वसूत्रमस्ति किमर्थम् इत्युक्ते नशापदान्तस्य जलि अष्टमाध्यस्य तृतीयपादे अस्ति खलु इति कृत्वा तस्य प्रसक्तिः प्राप्तिः भवति खलु एकं सूत्रं रसाभ्यां नूनः इति अष्टाध्यायस्य चतुर्थपादस्य सूत्रं दशपदान्तस्य जलि इति अष्टमाध्यायस्य तृतीयपादस्य सूत्रम् अस्तु अस्तु साधु इदानीम् अवगच्छामि अपि द्वितीयं मम प्रश्नः अस्ति अन्यानि सर्वाणि समानरूपं रूपाणि सन्ति त्रुः इति अत्र अपि होड अनेन व्रुः अपि होड रूपं समानं यत्र गुः अस्ति तत्र स्य अस्ति तत्र एकाचो भाषो भाषा अस्ति तत्र अपि अन्तिमसूत्रमस्ति निरहकुशः तद् दृष्टवन्तः कुश् धातोः तु तद् वलादि आर्धातुकस्य इडुवा स्यात् इति किं भवति इडागमः विकल्पेन भवति इति कृत्वा वेट् भवति निष्कोष्टा निष्कोष्टं निष्कोषिता निष्कोषितम् विरमामः वा आम् भगिनि धन्यवादः सर्वेषां धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः